पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 52। युधिष्ठिर उवाच, आषाढकृष्णपक्षे तु किं वै एकादशी भवेद्। कथयस्वप्रसादेन वासुदेव ममाग्रदः। श्रीकृष्ण उवाच, प्रधानमुत्तमं राजन् कथयामि तवाग्रदः। सर्वपापक्षयकरं सर्वमुक्तिप्रदायकम् आषाढस्यासिदे पक्षे योगिनी नामनामदः। एकादशी नृपश्रेष्ठ महापादकनाशिनी संसारार्णवमग्नानां बोधभूता सनातनी। जगत्त्रये सारभूता योगिनी व्रतकारिणां। कथयामि तवाग्रेहं कथां पौराणिकीं शुभाम्। अलकायां राजराजशिवभक्तिपरायणः। तस्यासीत् पुष्पबटुको हेममालीति नामदः। तस्य पत्नी सुरूपा च विशालाक्षीति नामदः। स तस्यां चासक्तमना कामपाशवशङ्गदः। मानसा पुष्पनिचयमानीय स्वगृहे स्थितः। पत्नीप्रेमरसासक्तो न कुबेरालयं गतः। कुबेरो देवसदने करोति शिवपूजनम्। मध्याह्नसमये राजन् पुष्पागमसमीक्षकः। हेममाली स्वभवने रमदेकान्तया सह। यक्षराट् प्रत्युवाचाध, कालादिक्रमकोऽपिदः। कस्मान्नायादि भो यक्षा हेममाली दुरात्मवान्। निश्चयक्रियतामस्य इत्युवाच पुनः पुनः। यक्षा ऊजुः, वनिदा पामुको गेहे रमदे स्वेच्छया नृप। तेषां वाक्यं समाकर्ण्य कुबेर कोपपूरितः। आह्वयामासतं तूर्णं बटुकं हेममालिनं। ज्ञात्वा कालात्ययं सोऽपि भयव्याकुललोचनः। अस्नाद एव आगत्य कुबेरस्याग्रदस्थितः। तं दृष्ट्वा धनदक्रुद्धक्रोधसंरक्तलोचनः। प्रत्युवाच रुषाविष्ठकोपप्रस्फुरिदाधरः। धनद उवाच, आह पाप दुष्टभ्रुर्वृत्तकृतवान् देव हेलनम्। अष्टादश कुष्ठवृतो वियुक्तः कान्दयातया। अस्मास्थानादबध्वस्तो गच्छ स्वप्नमधाधम। इत्युक्ते वचने तस्य तस्मास्नात् पपादसः। महादुःखाभिभूतश्च कुष्ठैः पीडितविग्रहः। न सुखं दिवसे तस्य न निद्रां लभते निशि। छायायां पीडिततनुर्निदाख्येत्यन्तपीडितः। शिवपूजाप्रभावेन स्मृतिस्तस्य न लुप्यते। पादकेनाभिभूतोऽपि पूर्वं कर्म स्मरत्यसौ। भ्रममाणस्ततो गच्छन् हिमाद्रिं पर्वतोत्तमं। तत्रापश्यन्मुनिवरं मार्कण्डेयं तपोनिधिं। यस्यायुर्विद्यते राजन् ब्रह्मणो वयसा समं। भवन्ते चरणौ तस्य दूरतः पापकर्मकृत। मार्कण्डेयो मुनिवरो दृष्ट्वा तं कम्पितं तथा। परोपकरणार्थाय समाहूयदमब्रवीद कस्मात् कुष्ठाभिभूतस्त्वं कुतो निन्द्यतरो ह्यसि इत्युक्तः स प्रत्युवाच मार्कण्डेयं महामुनिम् हेममाल्युवाच राजराजस्यानुचरो हेममालीति नामदः मानसात् पद्मनिचयमानीय प्रत्यहं मुने शिवपूजनवेलायां कुबेराय समर्पये एकस्मिन् दिवसे चैव कालश्चाविदिदो मया पत्नीसौख्यप्रसक्तेन शोकव्याकुलचेतसा तद क्रुद्धेन शप्तोऽस्मि राजराजेन वै मुने कुष्ठाभिभूतसंजातो वियुक्तकान्तयातया अधुना तव सान्निध्यं प्राप्तोऽस्मि शुभकर्मणा सत्तां स्वभावतश्चित्तं परोपकरणे क्षमम् इति ज्ञात्वा मुनिश्रेष्ठ मां प्रसाधिकृदागसम् मार्कण्डेय उवाच त्वया सत्यमिह प्रोक्तं न सत्यं भाषितं यतः अधो व्रतोपदेशं ते कथयामि शुभप्रदम् आषाढे कृष्णपक्षे दु योगिनी व्रतमाचर अस्य व्रतस्य पुण्येन कुष्ठं यास्यति वै ध्रुवम् इति वाक्यमृषे श्रुत्वा दण्डवत्पदितो भुवि उत्थापितः स मुनिना बभूवातीव हर्षितः मार्कण्डेयोपदेशेन व्रतं तेन कृतं यद्धा अष्टादशेव कुष्ठानि गतानि तस्य सर्वशः मुनेर्वाचा ततः सम्यक् व्रते चीर्णे भवत्सुखी ईदृग्विधं नृपश्रेष्ठ कथितं योगिनी व्रतम् अष्टाशीतिसहस्राणि द्विजान् भोजयदे तु यः तत्समं फलमाप्नोति योगिनी व्रतकिन्नरः महापापप्रशमनं महापुण्यफलप्रदं पठनाश्रवणान्मर्त्यः सर्वपापैः प्रमुच्यते इति श्रीपद्मे महापुराणे पञ्चपञ्चाशत्सहस्र्यां संहितायामुत्तरखण्डे उमापतिनारदसंवादे आषाढकृष्णयोगिन्येकादशी माहात्म्यं नाम द्विपञ्चाशत्तमोऽध्यायः ॐ